परीक्षिते कथां वक्तुं सभायां संस्थितेषु के सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन्। परीक्षिते नाम परीक्षिन्महाराजाय कथां वक्तुं सभायां संस्थिते शुके नाम शुकमुनौ सती सप्तमी प्रयोग सुधाकुम्भं गृहीत्वैव देवास्तत्र समागमन्। अमृतम् आनीतवन्तः देवाः इति किमर्थमिति अग्रे वदति।